आम् महोदय तत्र भवान् इतश्च इति प्रथमसूत्रमस्ति, तत्रैव अस्माकम् अध्ययनं तत्रैव अस्ति महोदय, नियमः एव वयं पठामः. तत्र प्रथमनियमः भानुमहोदय किमस्ति, लङ्लकारे इकारस्य किं भवति, इकारस्य लोपं भवति. केन सूत्रेण लोपः भवति? इतश्च इति सूत्रेण. इतश्च इति सूत्रं किं वदति? अन्तिम इकारान्त परस्मैपदि तिङ् प्रत्ययस्य ह्रस्व इकारान्तः अन्तः अस्ति चेत् तस्य लोपः भवति. तर्हि एकवारम् अनुवृत्तिसहितसूत्रं पठतु. अनुवृत्तिसहितसूत्रमस्ति महोदय, नितः लस्य इतः परस्मैपदस्य लोपः. तर्हि सूत्रे तु लिखितम् अस्ति नित् लकारस्य स्थाने यत् इत् आगच्छति, नाम ह्रस्व इकारः, तस्य लोपः भवति परस्मैपदेषु. तर्हि कथं जानीमः यत् ह्रस्व इकारः केवलं न केवलं भानुमहोदय वदति, केवलं ह्रस्व इकारः न अपि तु ह्रस्व इकारान्तमपि तत्र आगच्छति, कथं जानीमः? केन केन परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः? येन विधि अपि च अलन्तस्य. न, एकमेव, येन विधिस्तदन्तस्य. तर्हि येन विस्तदन्तस्य इति सूत्रं वदति यत् केवलम् इकारः ह्रस्व इकार न अपि तु ह्रस्व इकारान्तं ह्रस्व इकारान्तम् इकारान्तः प्रत्ययः अपि तत्र इकारस्य लोपः भवति इति. केवलं ह्रस्व इकारा इकारः न अपि तु ह्रस्व इकारान्तधा प्रत्ययस्य कृते अपि कार्यं भवति, येन वीरस्तदन्तस्य इति सूत्रं वदति. तर्हि कथं जानीमः तत् केवलम् इकारस्य लोपः भवति न तु सम्पूर्णप्रत्ययस्य, केन सूत्रेण? अलौत्यस्य. तर्हि सर्वदा पश्यतु, बहुत्र बहुत्र एतयोः सूत्रयोः कार्यं भवति. तर्हि सूत्रे लिखितमस्ति यत् इकारस्य लोपः वदतु, किञ्चित् कस्यापि लोपः करोतु, परन्तु तस्य अर्थं केवलम् इकारः न अपि तु इकारान्त अङ्गम् इकारान्तप्रत्ययः इति अस्ति, तत्तु येन विधिस्तदन्तस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः. तदनन्तरं कस्य वर्णस्य स्थाने आदेशः भवति इति अलोन्त्यस्य. यदि वयं जानीमः यत् सामान्यसूत्रमस्ति अलोन्त्यस्य, नाम अन्त्य अलः स्थाने कार्यं भवति. अत्र अन्त्य अलः किम् अस्ति, इकारान्त अस्ति, अतः अन्त्य अलः अस्ति ह्रस्व इकारः, अतः ह्रस्व इकारस्य स्थाने लोपः भवति इति वार्ता. तर्हि इतश्च इति सूत्रं किं वदति, यत् ये नित् लकाराः सन्ति न अथवा लङ् अस्ति विधिलङ् अस्ति, तस्य लकारस्य स्थाने यत् ह्रस्व इकारान्त प्रत्ययः आगच्छति परस्मैपदीषु धातुषु, यत् परस्मैपदी ह्रस्व इकारान्त प्रत्ययः आगच्छति, तस्य ह्रस्व इकारस्य लोपः भवति इति इतश्च इति सूत्रं वदति. तर्हि नित् लकारेषु इकारस्य स्थाने लोपः भवति. लोट् लकारे इकारस्य स्थाने किं भवति? आदेशः भवति. केन सूत्रेण? एरुः. तर्हि एरुः इति सूत्रं लोट् लकारे कार्यं करोति. तर्हि लोट् लकारे इकारस्य स्थाने उकारः भवति, परन्तु लङ् लकारे अथवा विधिलिङ् लकारे, नाम नित् लकाराः ये सन्ति, तत्र इकारस्य लोपः भवति इति एकः प्रमुखः भेदः अस्ति. तर्हि महोदय, अधुना भवान् एव वदतु, तिप् तिप् इति प्रथमपुरुष एकवचनस्य प्रत्ययः अस्ति, तस्य लङ् लकार सिद्ध तिङ् प्रत्ययः कथं भवति, क्रमेण वदतु. क्रमेण वदतु. हा, तत्तु सत्यम् अस्ति, परन्तु सूत्राणां क्रमः किं कः? पकारस्य लोपः भवति यतोहि हलन्त्यं तस्य लोपः महोदय. ति अवशिष्यते, तद् इतश्च इति सूत्रेण त इकारः लोपः भवति, त एव अवशिष्यते महोदय. तर्हि इदानीं पकार इत् संज्ञा अनन्तरं पि इति प्रत्ययः अस्ति, तस्य ह्रस्व इकारान्तप्रत्ययः अस्ति, परस्मैपदी अपि अस्ति, अतः इकारस्य लोपः भवति त इति प्रत्ययः। अतः अपठत् इति भवति खलु, अपठत्, अपठत् अभवत् इति। अस्तु, तर्हि प्रथमपुरुषस्य तिप्रत्ययस्थाने त भवति इति सर्वं सर्वे अवगच्छन्ति वा? अग्रे अग्रे गच्छामः। धन्यवादः महोदय। अधुना मीना महोदय अस्ति खलु? आम् महोदय, अग्रे पठतु। कुत्र महोदय, कुत्रतः? तस् तस् तस् तस् तस् स्थाने किं? तस् तस् तम् इपां तां तां तं तामः तस् तस् खस् मिप् इत्येषु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः। तश्च थश्च तस् तश्च मिप् च तेषाम् इतर इतर द्वन्द्वः तस् तस् तमिपः तेषां तस् तस् तम् इपां तां च तं च तश्च अं च तेषाम् इतर इतर द्वन्द्वः तां तं तां तां तं तां तमः तस्तस्तमिपां षष्ट्यन्तं तां तं तामः प्रथमान्तं द्विपदमिदं सूत्रं नित्यम् इतः इत्यस्मात् इतः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य तस्तस्तमिपां तां तं तं तामः इति तु परिचितं सूत्रम् अस्ति, एकवारं पुनः वदतु अर्थम्। तस्थाने तिप्तश्चितस्तस्य लट्लकारे भवति तस्थाने तस्थाने ताम् आगच्छति, ठस्थाने तम् आगच्छति, ठस्थाने त आगच्छति, मिप् स्थाने तम् आगच्छति लङ्लकारे। नित्यं नितः इत्यस्मात् अनुवृत्तिः अनुवृत्तिसहितसूत्रं नितः लस्य तस्तस्तमिपां तां तां तं त अम् इति आदेशः। तर्हि इति नित्सु लकारेषु तस्थाने तां, थस्थाने तं, थस्थाने तं त, मिप् स्थाने अम् इति भवति। अरे लोटो लङ्वत् इति सूत्रेण इदं कार्यं लोटि अपि भवति इति अपि अस्माभिः पठितं। तर्हि अधुना महोदय एकवारं सर्वे उपरि गच्छन्तु, यत्र तर्हि नियमान् अनुसृत्य कार्यम् एवं लिखितमस्ति खलु? तर्हि नियमान् अनुसृत्य कार्यम् एवं, तत्र तस् अस्ति, तस् तिप् तु अस्माभिः पठितं, तस् अस्ति आदेशः इत्यनेन ताम् इति लङ् प्रत्ययः निष्पन्नः। तर्हि तस् तस् ताम् तस्थाने ताम् भवति, तस्थाने ताम् भवति। तर्हि तिप् स्थाने त, तस् स्थाने ताम् इति भवति। अस्तु, धन्यवादः, धन्यवादः महोदय। अग्रे विजि महोदय अस्ति खलु? आम् महोदय, श्रूयते वा? सम्यक्। अस्तु अग्रे, परिचयं नास्ति। आमां सत्यं, क्षम्यताम्, अत्र एफ् सि सि मध्ये क्लेशाः सन्ति, ज़ूम् इति अहं न जानामि, किन्तु अधुना स्थापितवती अतः एव सम्यक्। तर्हि आरभ्य, तर्हि न न तत्र तर्हि अनन्तरं जी जी प्रत्ययः अस्ति खलु, जी जी ज स्थान इज् स्थाने अन्त् आदेशः, अन्त्योगः इ अन्ति इत्युक्ते इ लोपः, अन्त् इत्युक्ते तकारस्य संयोगात् लोपः, अन् इति लङ् प्रत्यय निष्पन्नः। तर्हि महोदय क्रमेण वदतु, भवती एव प्रयत्नं करोतु, झि अत्र केन सूत्रेण कार्यं भवति सर्वप्रथमम्? झोन्तः, झोन्तः इति सूत्रेण किं वद किं भवति? जिस्थाने अन्त् सत्यं प्रथमतया इज् लोपः भवति लोपः न भवति महोदय तस्य स्थाने अन्त भवति अन्त भवति अतः तदनन्तरम् अन्तियोगः इ अन्ति अधुना अन्ति इति प्रत्ययः अस्ति तदग्रे किं भवति अन्त तकारस्य संयोगात् न अन्ति भवति खलु अन्ति आम् अधुना अन्ति मध्ये अन्तिमवर्णः किम् अस्ति तर्हि अस्माभिः इदानीम् एव सूत्रं पठितं किं सूत्रम् इतश्च इतश्च इति सूत्रं किं वदति इकारः लोपः जातः तर्हि इतश्च इति सूत्रेण अन्ति अस्ति ह्रस्व इकारान्त परस्मैपदी प्रत्ययः अस्ति लङ्लकार तस्य इकारस्य लोपः भवति अतः अन्त भवति इदानीं नूतनसूत्रम् अस्ति अधुना तत्र तकारस्य लोपः भवति अधुना केन सूत्रेण तकारस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रमस्ति तर्हि एकवारम् अग्रे तस्य पठामः तर्हि महोदय अत्र एकवारं यदा मस् प्रत्ययः आगच्छति तदनन्तरं संयोगः इति एकं परिच्छेदः अस्ति तत्र स्टार् अपि अस्ति पश्यति वा एकनिमिषः सर्वे किञ्चित् अधोभागे पश्यतु यत्र सर्वे प्रत्ययाः समापयन्ते तस्य अग्रे संयोगः इति स्टार् अस्टरिस् संयोगः लिखितम् अस्ति तत् तत्र पठन्तु सर्वे हा महोदय पठतु संयोगः संयोगः यदा द्वयोः अथवा तदधिकानां हल् वर्णानाम् अव्यवहितं मेलनं भवति नाम तन्मध्ये अच् वर्णः न आयाति तदा संयोगः इत्युच्यते हलो मन्तन् हल् हलो हलः अनन्तराः संयोगः यदि सः संयोगः कस्यापि पदस्य अन्ते भवति तर्हि तस्य संयोगस्य अन्ते यः वर्णः भवति तस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण तथा अत्र अन्त् इत्यस्ति इन्त इति संयोगः अस्ति अपि च सः संयोगः अन्त् इत्यस्य अंशस्य अन्ते अस्ति तदान्ते अतः तकारस्य लोपः भवति तर्हि महोदय एकवारं सर्वप्रथमं वदतु संयोगः इत्युक्ते किम् वर्णस्य युक्तं योजनं वा आम् यदा एकाधिकं हल् वर्णाः एकत्र अव्यवहितम् आगच्छन्ति अव्यवहितम् इत्युक्ते अनइंटरप्टेड् नाम हल् वर्णे तत्र हल् वर्णानां समूहमध्ये कश्चित् स्वरः नास्ति तदस्ति संयोगः यथा वयं जानीमः युद्धमध्ये दकारधकारसंयोगः अस्ति अत्र अन्तमध्ये नकारतकारसंयोगः अस्ति तर्हि यत्र यत्र एकाधिकं हलवर्णाः अव्यवहितरूपेण आगच्छन्ति तत्र तेषां मिलनम् अव्यवहितं मिलनम् अस्ति तस्य संज्ञा अस्ति संयोगः तर्हि संयोगान्तस्य लोपः इति सूत्रमेकम् अस्ति तत् वदति यत् यदि पदस्य अन्ते संयोगः अस्ति तर्हि तत्र यत् संयोगः अस्ति तस्य अन्तिमवर्णस्य अन्तिमहल् वर्णस्य लोपः भवति तर्हि अत्र अन्त अस्ति खलु अत्र अन्त कस्यचित् क्रियापदस्य अन्ते आगच्छति यथा अपठन्त इति तत्र पदस्य अन्ते आगच्छति अतः पदस्य अन्ते आगच्छति अतः संयोगान्तस्य लोपः इति सूत्रेण तत्र अन्तिमवर्णः यत् अस्ति संयोगस्य अत्र तकारः तस्य लोपः भवति अतः अत्र अन्त इति मध्ये तकारस्य लोपः भूत्वा अन् एव इति अवशिष्टम् अतः रूपं भवति अपठन् अभवन् इति एकनिमिषं महोदय विजि महोदय अवगच्छति वा अवगच्छामि अस्तु संयोग इत्युक्ते अन्त इति पदस्य तकारलोपः भवति इत्युक्ते अन् इति अवशिष्यते अस्तु इति वा सुमन् महोदय किं प्रश्नः संयोगः संयुक्त अक्षरं द्वयमपि समान किम् अस्तु इदानीं कः वर्णः कस्य वर्णस्य लोपः इति कथं जानीमः अन्त अस्ति चेत् नकारस्य लोपः भवति वा तकारस्य लोपः भवति तत्र अन्त संयोगान्तस्य अन्तिम किम् अस्ति तकार तकारस्य ओ अस्तु अस्तु अन्तिम अन्तिमवर्णस्य लोपः अस्तु अस्तु अस्तु तर्हि एकवारम् अस्तु धन्यवादः विजि महोदय धन्यवादः महोदय तर्हि अग्रे अरुणा महोदय अस्ति खलु महोदय तर्हि किञ्चित् अग्रे गच्छतु तत्र संयोगान्तस्य लोपः इति सूत्रम् अस्ति यत्र पश्यामि सर्वे सर्वे प्राप्नुवन्ति वा संयोगान्तस्य लोपः इति सूत्रम् अस्ति तस्य विवरणम् अस्ति किञ्चित् अधोभागे अस्ति अस्तु तर्हि महोदय पठतु संयोगान्तस्य लोपः संयोगान्तस्य लोपः अष्टमध्याये द्वितीयपादे त्रिंशत् सूत्रं यस्य पदान्तस्य अन्ते संयोगः संयोगो अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति अलोन्तस्य सूत्रेण इत्येन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहिसमासः तस्य संयोगान्तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः वदतु आशयं वदतु संयोगान्तलोपसूत्रं वदति यत् यस्य पदस्य अन्ते संयोगवर्णः अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपः भवति केन सूत्रं न वदति परन्तु अलोन्तस्य परिभाषा वदति अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य लोपः इति संयोगान्तपदं विवरणं करोति अत्र संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं पदं तत् बहुव्रीहिसमासः तस्य संयोगान्तस्य संयोगान्तस्य पदस्य विवरणं संयोगान्तस्य षष्ट्यन्तं रूपं ततः कार्यं तत्रैव भवति लोपः प्रथमान्तं ततः आदेशः भवति द्विपदमिदं सूत्रं पदस्य अधिकारः अपि आगच्छति अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः भवति इति अत्र जो जि प्रत्ययपरे लङ् लकारे ज अत्र इतश्च सूत्रं कृत्वा अन्त एव अवशिष्यति किन्तु संयोगान्तस्य लोपसूत्रेण अन्तस्थाने तकारलोपः भवति संयोगपद अन्त इति पद संयोगपदः ततः तकारलोपो भवति अन् एव अवशिष्यति तर्हि अत्र संयोगान्तस्य लोपः इति सूत्रमस्ति पदस्य अधिकारः अस्ति अतः पदस्य अधिकारः अस्ति अतः संयोगान्तस्य पदस्य लोपः इति अनुवृत्तिसहितसूत्रं तर्हि संयोगान्तस्य संयोगान्तस्य पदस्य इत्युक्ते तादृशं पदं यस्य अन्ते संयोगवर्णः अस्ति संयुक्तवर्णः अस्ति तर्हि तादृशपदं यस्य अन्ते संयोगः अस्ति अथवा संयुक्तवर्णः अस्ति तस्य लोपः भवति इति सूत्रं वदति अधुना प्रश्नः उदेति यत् कस्य लोपः भवति सम्पूर्णपदस्य अथवा कस्य तर्हि वयं जानीमः यत् अस्माकं सामान्यसूत्रमस्ति अलोन्त्यस्य अलोन्त्यस्य इति सूत्रं वदति यत् अन्तिमवर्णस्य एव सूत्रम् अन्तिमवर्णस्य एव लोपः भवति. तर्हि अत्र सूत्रे संयोगान्तस्य लोपः मध्ये यत् अन्तः लिखितमस्ति तस्य अर्थः अस्ति तादृशं संयोगः य पदस्य अन्ते आगच्छति. तदनन्तरम् अलोन्त्यस्य इति सूत्रस्य सहायतया वयं ज्ञातुं शक्नुमः यत् अन्तिमवर्णस्य लोपः भवति, अतः अन्तमध्ये तकारस्य लोपः भवति इति वार्ता अस्ति. तर्हि अधुना एकम् अधिकं पश्यन्तु, अत्र संयोगान्तस्य लोपः त्रिपाद्याम् आगच्छति. सर्वे पश्यति वा? 7, 8, 2, 23 अस्ति. आम् महोदय. अतः अतः पूर्वत्र सिद्धम् इति सूत्रस्य प्रसक्तिः भवति. अहं केवलं वदामि, तर्हि पूर्वत्र सिद्धम् इति सूत्रस्य प्रसक्तिः वदति, अतः तस्यापि चिन्तनं भवेत् इति. केवलं मस्तिष्के स्थापयतु, यत्र अष्टस्त्रिपाद्याम् अस्ति अतः पूर्वत्र सिद्धम् इति. अस्तु, तर्हि एकः प्रश्नः अस्ति. पश्यतु, अत्र संयोगान्तस्य पदस्य अस्ति खलु, अतः इदानीं येन विधिस्तदन्तस्य सूत्रस्य किमपि आवश्यकता नास्ति? नास्ति. अस्तु, अतीव चिन्तितवती, बट् वाण्टेड् टु कन्फर्म्. धन्यवादः. अस्तु, तर्हि मम सर्वेषां कृते एकः प्रश्नः अस्ति. पदम् इत्युक्ते किम्? इङ्गन्तं पदम्. सुप्तिगन्तं पदम् अस्ति, अन्ते सुप् अथवा तिङ् प्रत्ययः अस्ति. अतः अत्र तिङ् प्रत्ययः अन्ते अस्ति खलु, अतः संयोगान्तपदं भवितुं शक्नोति. नाम अन्त इति साक्षात् केवलं प्रत्ययः अस्ति, पदं नास्ति. परन्तु यदि सर्वं यदि वयं धातु तिङ् प्रत्ययस्य मेलानन्तरं यदि वयं पश्यामः, तत् क्रियापदं भविष्यति, तत्तु पदम् अस्ति. अतः तत्र तु तकारस्य लोपः भवति. नाम अहं कथं वदामि, अत्र कश्चित् जनः प्रष्टुं शक्नोति यत् अन्त तु पदं नास्ति, साक्षात् अन्त इति पदं नास्ति खलु, तत्तु केवलं प्रत्ययः अस्ति. तर्हि कथं संयोगान्तस्य पदस्य इति सूत्रस्य कार्यं भवति? अत्र पदं तु नास्ति. तर्हि अस्तु, तावद् न चिन्तयतु. अन्त इति स्थाने यदा वयं, यदि अन्त इति प्रत्ययः अस्ति, यदि तस्य वयं यदि वयं तस्य मेलनं कुर्मः धातुना सह, तत्र अपठ धातु अस्ति. यदि अन्त इति प्रत्ययः अस्ति, तस्य रूपं भवति अपठन्त. अधुना अपठन्त इति तु पदम् अस्ति खलु, सुप्तिङन्तं पदं, तिङन्तपदम् अस्ति. अधुना संयोगान्तस्य लोपस्य सूत्रं कार्यं कर्तुं शक्नोति, यतो अधुना तु पदम् अस्ति, अतः अपठन् इति भवति, अधुना भवति. नाम प्रत्यय तु पदं नास्ति, अतः टेक्निकलि यदि वयं स्ट्रिक्ट रूपेण यदि वयं पश्यामः, तर्हि तत्र अन्त तु तस्य तकारस्य लोपं न भवितुं शक्नोति, यतो तत्तु पदं नास्ति. एकवारं पदं भवति, तदनन्तरं तकारस्य लोपः भवति. हा, फैनल् रूपं तथा भवति. परन्तु सरलता भवति, चिन्तने सरलता भवति, अतः अत्र प्रत्ययमध्ये एव तकारस्य लोपं वयं लिखामः, यतोहि रूपं तु समानमेव भवति. अतः सिद्धतिं प्रत्ययः अत्र केवलं सरलताकारणेन अत्र अन् लिखितम् अस्ति. वस्तुतः एकवारं तत् अन्तप्रत्ययः यदा क्रियापदस्य अन्ते आगच्छति, तदैव तकारस्य लोपः भवति इति वस्तुतः अस्ति. परन्तु सरलता भवेत्, अतः अत्र एव प्रत्यय एव तकारस्य लोपः, संयोगान्तस्य लोपः इति सूत्रेण भवति इति लिखित्वा सिद्धतिं प्रत्ययः अन् इति लिखितं, यतोहि रूपं तु समानमेव. सर्वे अवगच्छन्ति वा मया किम् उक्तम्? अस्तु, तर्हि झी स्थाने अन् इति भवति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. अग्रे अस्ति सुमन् महोदय, अग्रे पठतु. सिप् आं महोदय ओ ओ उपरि अस्तु इदानीं सिप् अस्ति हलन्त्यं तस्य लोपः सूत्र अनन्तरं तस्य लोपः सूत्रेण पकारस्य इत्संज्ञा भवति लोपः अपि भवति सि तिष्ठति इदानीम् इतश्च सूत्रेण इकार इकारस्य लोपः भवति स एव तिष्ठति सकार इति लङ् प्रत्ययः तर्हि अपठस् इति भवति अधुना महोदय वदतु अपठस् एकवारं भवति तदनन्तरं किं भवति तत्र सकारस्य स्थाने रु आदेशः भवति केन सूत्रेण ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रु आदेशः भवति रु आदेशः भवति तत्र उकारस्य लोपः भवति रेफः एव तिष्ठति अनन्तरं रेफस्य स्थाने विसर्गः आदेशः भवति खरवसान् किमस्ति खर अवसानयोः विसर्जनीयः तेन सूत्रेण रेफस्य विसर्गः भवति अस्तु तर्हि खरवसानयोः विसर्जनीयः इति सूत्रमस्ति तत्र अकारस्य किं भवति र स्थाने विसर्गः आगच्छति रूपं भवति अपठः अपठः भवति अपठः अस्तु तर्हि तत्रापि पश्यतु ससजुषोरुः इति यत् अस्ति तदपि तथैव भवति यदा पदस्य अन्ते आगच्छति अतः प्रत्ययः तु सकारः अस्ति एकवारं पदस्य अन्ते आगच्छति अपठस् अधुना पदस्य अन्ते अस्ति अतः ससजुषोरुः इति सूत्रेण कार्यं भवितुं शक्नोति इति सर्वे अवगच्छन्ति वा अत्र मम एकत्र झूम् मध्ये क्लेशः अस्ति तत् मम झूम् मध्ये ते वदन्ति यत् 10 मिनिट्स् मध्ये मम मीटिङ्ग् समापयति परन्तु अहं तु पेड् प्लान् मध्ये अस्मि पश्यामः महोदय एक्स्टेण्ड् कर्तुं शक्नुमः चेत् कर्तुं शक्नुमः अहं तु पेड् प्लान् मध्ये एव अस्मि अतः न यदि डिस्कनेक्ट् भवति पुनः मिलामः अस्तु पेड् प्रोग्राम् यू डोण्ट् नीड् टु डू एक्स्टेण्ड् अगेन् या दट्स् वाट् ऐ एम् थिङ्किङ्ग् बट् इन् केस् इट् डजन्ट् वर्क् No, you don't. I'll again send the link. You just again click the link. It will start a new meeting for another 40 minutes. You don't have to resend it. We'll use the same link. Yeah, use the same link. But I will see. It should not happen because I am on the link will not get cut. So. Okay, let's see. Okay. Astu, tarhi, kim asti? Sakar, sip sthane visargah agachati. Iti karyam. Astu, dhanyavadam mohode. Agre gachhamaha. Tarhi, agre asti. अस्ति सुमित्रा महोदय भवती वदतु तस् अस्ति अत्र तस्थस्थमिपां तान्तन्थामः इत्यनेन थस् स्थाने तम् आदेशः भवति किं तम् अतः किं भवति अस्तु तर्हि तस्थाने भवति अस्तु अग्रे तत्र तु सूत्रं तस्तमीपं तान्तन्तामः इति सूत्रम् उपयोगं कुर्मः चेत् एव तत्र तस्थाने तम् आगच्छति खलु खलु जि आमामाम् अस्तु अधुना थ स्थाने किं लिख भवति थ स्थाने थ त आगच्छति त इति अस्तु केन सूत्रेण थस्थमिपां तान्तन्तामः इत्यनेन एव तर्हि तस् तस् तर्हि वारं वारं सूत्रं पठनीयं तर्हि थस्थाने तं थस्थाने त इति तस्थस्थं तामः तन्तं तामः इति तस्थस्थमिपां तन्तं तामः इति सूत्रेण कार्यं भवति अस्तु तर्हि एतत्तु अस्ति अग्रे महोदय भवती करोतु मिप् मिप् इति अस्ति अत्र पकारस्य हलन्त्यम् इत्यनेन तस्य लोपः मि इति इकारः अस्ति अतः इतश्च इत्यनेन इकारस्य लोपः तिष्ठति तत्तु तत्तु एकं चिन्तनम् अस्ति मिप् स्थाने तस्थस्मिपां तान्तन्तामः एव कार्यं न न सम्यक् अस्ति अत्र यथा भवत्याः पूर्वम् उक्तं पकारस्य लोपः भवति इकारस्य स्थाने लोपः मी भवति तदनन्तरम् इतश्च इति सूत्रेण इकारस्य लोपः भूत्वा स भवति म् इति इम् इति मकारः इति प्रत्ययः परन्तु तस्थस्तन्तामः तस्थस्तमिपां तन्तन्तामः इति सूत्रेण मिप् स्थाने अम् तर्हि अधुना महोदय भवती एव वदतु कस्य सूत्रस्य कार्यं भवति उभयोः सूत्रयोः प्रसक्तिः अस्ति खलु एकं सूत्रं वदति मिप् स्थाने मकारः एकं सूत्रं वदति मिप् स्थाने अम् तर्हि किं करणीयम् इतश्च तु अन्त्य इकारस्य लोपः एव भवितुम् अर्हति खलु अस्तु अत्रापि अन्त्य एव इकारः अस्ति मिप् इति इकारस्य पकारस्य पूर्वम् अस्ति न न महोदय सर्वदा चिन्तयतु यत् किमपि लिखितमस्ति खलु इकारान्त उकारान्त तत् सर्वदा इत् संज्ञा वर्णस्य लोपानन्तरं द्रष्टव्यम् तर्हि अत्र मिप् मध्ये पकारस्य इत् संज्ञा वर्णः अस्ति खलु तस्य लोपानन्तरं यत् निष्पद्य तत् यत् यत् अस्ति तस्य अन्ते इकारः अस्ति वा इति सूत्रस्य बलाबलं दृष्ट्वा भवती वदतु कस्य कार्यं भवति परं यत् अस्ति तदेव पूर्वं भवति परं यत् अस्ति तस्य कार्यं भवति तर्हि अत्र परसूत्रं किं तस्थस्थामिपां तान् तान् तामः एव कार्यं करोति सत्यं परसूत्रस्य बलवत् तर्हि अत्र इतश्च तस्थस्थमिपाम् इति सूत्रयोः विप्रतिषेधम् अस्ति उभयोः अन्यस्थाने प्रसक्तिः अस्ति इतश्च इति सूत्रस्य अन्यस्थाने प्रसक्तिः अस्ति नाम तिप् मध्ये प्रसक्तिः अस्ति सिप् मध्ये प्रसक्तिः अस्ति तस्थस्तन्तामः इति सूत्रस्य अपि अन्यस्थाने प्रसक्तिः भवति भवति खलु कुत्र भवति लोटो लङ्वत् इति वा जि तत्र लोटो लङ्वत् लोटो लङ्वत् तत्रापि अस्ति आं सत्यं तर्हि लोट् सरि तस्थस्तमिपां तन्तं तामः इति सूत्रस्य लोट् लकारे प्रसक्तिः अस्ति खलु सुमित्रा महोदय तत्रापि मिप् स्थाने तत्रापि तस्य प्रसक्तिः अस्ति अस्ति न वा विधि सर्वे नित्वत् लकारस्य अपि प्रसक्तिः आम् लोट् लकारस्य लोट् लकारे तत्र गन्त अस्ति लोट् लग्न लोट् लकारे महोदय प्रसक्तिः नास्ति तत्र अन्य भवति तत्र नि आगच्छति खलु तु तर्हि अस्तु तत्र लोट् लकारस्य गमनस्य आवश्यकता नास्ति अन्य न न अन्य अन्य स्थाने अपि भवति नाम इति सूत्रस्य तस्थाने अपि प्रसक्तिः अस्ति थस्थाने अपि भवति इति तर्हि उभयोः उभयोः इति सूत्रस्य विप्रतिषेधः भवति, अन्य अन्य स्थाने प्रसक्तिः भवति, तर्हि विप्रतिषेधः अस्ति, अतः परसूत्रस्य कार्यं भवति खलु. परसूत्रमेव बलवता भवति. अत्र परसूत्रम् अस्ति तस्थस्थमिपा, अतः तत्र मिप् स्थाने अम् एव आगच्छति. अम् भवति. महोदय, मम भिन्न संशयः अस्ति. अत्र तस्थस्थमिपां सूत्रे मिप् स्थाने अम् आदेशः भवति इति अस्ति, किन्तु इतश्च पश्यामः चेत् तत्र मिप् नास्ति. मिप् भवति हलन्त्यं सूत्रस्य पूर्वम् एव. हलन्त्यं सूत्रं कार्यं करोति चेत् मिप् न भवति, मि एव भवति. अतः इदानीं मिप् स्थाने अम् भवति अस्ति चेत् विप्रतिषेध अस्ति बिट्वीन् हलन्त्यम् एण्ड् तस्थस्थमिपा.